नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे विशेष हलन्तदातवः इति। किञ्चित् पुनस्मरणं कुर्मः, यतोहि कालः अतीतः। तर्हि अत्र अस्माभिः प्रेरणार्थे निशि इत्यत्र सामान्यपरिचयः प्राप्तः, तत्पश्चात् विशेष अजन्तधातूनां चिन्तनमपि कृतम्। इदानीं विशेष हलन्तदातवः, तर्हि यदा धातुभ्यः णिच् प्रत्ययः विधीयते तदानीं सामान्यतया त्रीणि कार्याणि भवन्ति। अजन्तधातुः अस्ति चेत् अचोयणिति इत्यनेन अन्त्यवर्णस्य वृद्धिः भवति निशि परे। हलन्तधातुः अस्ति चेत् उपधायां लघु इक्वर्णः अस्ति चेत् गुणः सुगन्धलघुपदस्य च इत्यनेन गुणः। उपधायां ह्रस्व अकारः अस्ति चेत् अथ उपधायाः इत्यनेन वृद्धिः इति सामान्यकार्याणि। अनन्तरम् अकारान्तधातवः सन्ति चेत् तत्र पुगागमः भवति, अर्ति ह्री व्लीरि कुयेष्मायातं पुन्नौ इति। तत्पश्चात् तत्र के तत्र कतिचन परिगणितधातवः सन्ति, येषां कृते पुगागमं प्रबाद्य युगागमः भवति, शाचासा वा व्यावेपां युक् इत्यनेन युगागमः भवति परिगणितधातूनाम्। इदानीं तत्र हलन्तधातूनां विषये वयं पश्यामः चेत् तत्र प्रथमम् अस्माभिः स्पायोवः इति सूत्रम् अधीतम्। स्पाय् धातोः अन्त्यवर्णस्य वकारादेशः भवति निचि परे, अतः स्पाय् इत्यत्र स्पावयति इति एकं रूपम्, एकमेव रूपं नित्यरूपेण स्पावयति इति रूपम्। अनन्तरं षद् इति हलन्तधातुः, तत्र सदेरगतौ तः इति सूत्रेण षद् धातोः अगत्यार्थे तकारादेशः भवति, अतः शातयति इति रूपं, शीयते इत्यस्मिन् अर्थे शातयति इति रूपं। गत्यर्थे तु षद् तकारः एव तिष्ठति, शादयति इति रूपं, तत्र रूपद्वयम् अस्ति, अगत्यार्थे शातयति, गत्यर्थे तु शादयति, रूपद्वयम्। अनन्तरं रुः धातोः विषये सूत्रमस्ति रोः पोन्यतरस्याम् इत्यनेन विकल्पेन रुः धातोः अन्त्यस्य अन्त्यवर्णस्य पकारादेशः, अतः रोपयति इति एकं रूपम्, अन्यस्मिन् पक्षे रोपयति इति अपि रूपमस्ति। तद् पश्चात् हन् धातोः, हन् धातोः होहन्तेर्निन्नेषु इत्यनेन हन् धातोः हकारस्य कवर्गादेशः इत्युक्ते घकारादेशः भवति, इति निति प्रत्यये परे नकारे परे, निष्प्रत्यये परे तु भवति। अनन्तरं हनस्तोच्छिन्नलोः इत्यनेन हन् धातोः नकारस्य तकारादेशः निशि परे, वस्तुतः निति इति निति प्रत्यये परे इति अस्ति, तर्हि अत्र नकारस्य तकारः घातयति इति रूपं, घातः घातकः घातयति इति रूपम्, इति रूपाणि तत्र वयं स्थापयितुं शक्नुमः। तदनन्तरं तत्र इत्युक्ते अन्त्यवर्णस्य आदेशः इति नास्ति, वर्णादेशाः, वर्णादेशः इत्यत्र दोषोणौ इति सूत्रं दृष्टं। दुष्टातोः उकारस्य ऊकारादेशः भवति निचि परे, अतः दूषयति इति रूपमस्ति। अपि च वा चित्तविरागे, चित्तविकारार्थे अस्ति चेत् दुष्टातोः विकल्पेन ऊकारादेशः भवति, अतः दूषयति अथवा दोषयति इति रूपं, चित्तविकारार्थे रूपद्वयं, दूषयति दोषयति इति, अन्येषु अर्थेषु तु दूषयति इति एकमेव रूपम्। तदनन्तरं सिद्धिधातोः सिद्ध्यतेरपारलौकिकैः, अपारलौकिके सिद्ध्यते अपारलौकिके इत्यत्र सिद्धिधातोः परलोकस्य विषयः नास्ति चेत् तदानीम् एचः आत्वं भवति, अतः साधयति इति रूपं, साधयति इति लौकिकव्यवहारे साधयति इति रूपं तु बहुधा श्रूयते, परन्तु यदा परलोकस्य विषये तपस्यार्थे अस्ति चेत् तत्र एषः आत्वं न भवति, अतः सेधयति इत्यपि रूपमस्ति। तत्पश्चात् स्फुर् इति धातुः पूर्धातोः किस्पुरोर् नौ इति सूत्रेण तत्र स्पुर् इत्यत्र एचः आका आत्वं भवति विकल्पेन, अतः स्पुर् इत्यत्र यदा गुणः भवति पुगन्तलघुपदस्य च इत्यनेन निचि परे स्पोर् योगः णिच् तत्र स्पुरोर्णौ इत्यनेन एचः आत्वं सः स्फारयति इति एकं रूपम्, अन्यस्मिन् पक्षे स्फोरयति इत्यपि रूपमस्ति. तत्पश्चात् अत्र कृत् इति धातोः विषये अत्र बहु चर्चा जाता. रोर् उपदायाः दीर्घः, इकः, हली च, उपदायां च इत्यादीनां सूत्राणां चिन्तनं जातं. कृत् इत्यत्र दीर्घऋकारस्य उपदायाश्च इत्यनेन ह्रस्व इकारादेशः, अतः किर्त् इति भवति. तदानीम् उपदायां च इत्यनेन यत्र हलन्तधातुः उपदायां रेपः वकारः तस्मात् प्राक् इक्वर्णस्य गुणः इति कृत्वा कीर्ति इति धातुः कीर्तयति इति रूपं लभ्यते. तत्र उपदायां च इत्यत्र सूत्रार्थः कथम् अस्माभिः चिन्तनीयः, तत्र उपदायां च इत्यत्र उपदायम् इत्यस्य विभक्तिपरिणामः कथं भवति, हलि च इत्यस्मात् हलि इत्यस्य परिवर्तनं कथं भवति इति सर्वम् अस्माभिः चिन्तितं विस्तृतरूपेण. अतः तत्र पुनः न गच्छामि, परन्तु अस्माभिः चिन्तितं. तदनन्तरम् आगमाः इत्यत्र रदिजबोरचि इत्यनेन रदिजब् अनयोः नुमागमः भवति अजादिप्रत्यये परे, निच् प्रत्ययः अपि अजादिः अस्ति इति कृत्वा नुमागमः भवति. रद् धातोः रन्दयति, जब् धातोः जम्बयति. एवमेव अन्यानि सूत्राणि अपि सन्ति. रबेरशब्लिटोः इत्यनेनापि नुमागमः भवति अशप् अलिट् प्रत्यये परे, तर्हि तत्र रब् धातोः रम्भयति इति रूपं. लवेश्च इत्यनेन लब् धातोः अपि नुमागमः, तर्हि लम्बयति इति रूपं तत्र भवति. तत्पश्चात् अक्नुयि क्ष्मायि इति धातुद्वयं, हलन्तधातु धातुद्वयं, तत्र अर्तिह्रीव्लीक्नुयि श्मायातं पुग्नौ इत्यनेन पुगागमः भवति, अनन्तरं पुगन्तलघुपदस्य च इत्यनेन गुणः अपि भवति तत्र इति कृत्वा क्नूयि इत्यस्य क्नोपयति, क्ष्मायि इत्यत्र क्ष्मापयति इति रूपमपि अस्माभिः साधितम्. तत्पश्चात् इदानीं चुरादिगणे अदन्तदातवः इति विषयः अस्ति. तत्र अस्माभिः अचः परस्मिन् पूर्वविधौ इति सूत्रम् एकवारं पठितमासीत्, ततः इदानीम् अद्य पुनः चिन्तनं कुर्मः. यतोहि तस्य अवगमनम् अपेक्षितं तत्र सानिवद्भावः इत्यस्य अवगमनार्थम्, इत्युक्ते अचः परस्मिन् पूर्वविधौ इति एकं सूत्रमस्ति सानिवद्भावस्य कृते, परन्तु तस्मात् पूर्वं तत् उत्सर्गसूत्रमस्ति सानिवतादेशो अनल् विधौ इति. अतः सानिवतादेशो अनल् विधौ इति सूत्रम् अवगम्य अनन्तरम् अचः परस्मिन् पूर्वविधौ इति वयम् अवगच्छामः चेत् तत्र कनेक्षन् कथमस्ति इति अवगन्तुं शक्नुमः. परन्तु अत्र वयं किं कुर्मः इति चेत् प्रथमतया अचः परस्मिन् पूर्वविधौ इति पठित्वा तदनन्तरं किमर्थं सानिवतादेशो अनल् विधौ इत्यनेन कार्यं न भवति इति चिन्तनमपि कुर्मः. तर्हि इदानीम् आरब्धुं शक्नुमः. तर्हि ह्रस्वत्वम् अदन्तदातवः इति अस्ति, ततः आरभ्य पठामः. अनिमा भगिनी पठितुमिच्छति वा? आं भगिनि. कुतः भगिनि? तत्र अन्ते डि, सेक्षन् डि इति अस्ति खलु, ह्रस्वत्वम् अदन्तदातवः, चुरादिगणे त्रिनवति दातवः अदन्ताः सन्ति. अदन्तदातवात् तदारभ्य किल? आम्. चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति, यथा कथ, गृह, गण, क्षिप. येषाम् अन्ते ह्रस्व अकारः वर्तते तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशे जनुनासिक इत् इति सूत्रेण इति न, यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः नास्त्येव, अतः इमे अकाराः इत् संज्ञकवर्णाः न सन्ति. तर्हि येषां धातूनां अन्त्यः अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः निच् प्रत्ययः विधीयते, अतः एकं सूत्रमस्ति अतो लोपः, यस्य द्वारा अकारलोपः सिद्ध्यति. चुरादिगणे एव अदन्तधातवः सन्ति, यथा उदाहरणमस्ति कथाधातु, ग्रहधातु इत्यादि. तेषाम् अन्ते ह्रस्व अकारः अस्ति, परन्तु तत् अनुनासिक अकारः न अस्ति, अतः तस्य लोपः न भवति साधारणतया, परन्तु विशेषसूत्रमस्ति अतो लोपः इत्यनेन तस्य अकारलोपः सिद्ध्यति. अग्रे पठामि वा भगिनि? आम् आम्, सूत्रमपि पठतु. अतो लोपः अदन्ताङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन, अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इत्यङ्गस्य, अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु अङ्गस्य. उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्, अतः षष्ठ्यन्तं लोपः प्रथमान्तं. द्विपदमिदं सूत्रम् अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलि किमिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रम्, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अतो लोपः इत्यस्य सूत्रस्य अनुवृत्तिसहितं रूपमस्ति अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. आर्धधातुकः प्रत्ययः अस्ति चेत् तत् प्रत्ययः उपदेश अवस्थायाम् अर्थः अस्ति प्रथमस्तरे एव, यदा प्रत्ययः विधीयते तस्मिन् समये अकारान्तम् अस्ति चेत् तदा अङ्गस्य लोपः भवति. येन विधिस्तदन्तस्य अकार इति अकार धातुः नास्ति, अतः अकारान्तधातोः अलोन्त्यस्य इत्यनेन सूत्रेण अकारान्त यत् अन्तिमवर्णम् अकारम् अस्ति तस्य लोपः भवति इति. इत्युक्ते केवलम् अकारान्तस्य एव ग्रहणं वा, अकारस्य ग्रहणं नास्ति वा? अकार इति धातुः नास्ति किल भगिनि? अकारः इति धातुः न, अकारः इति अङ्गं भवितुमर्हति वा? अकारम् अङ्गम् अङ्गम् अस्ति चेत् तस्य अपि भवति, परन्तु किमपि न अवशिष्यते किल तत्र इति, तादृशगतिः अपि भवितुमर्हति वा इति प्रश्नः. इत्युक्ते अतः अङ्गस्य भवितुमर्हति किल, अतः अत्र येन विधिस्तदन्तस्य इति वस्तुतः द्रष्टव्यम्. यतोहि केवलम् अ इति अङ्गमस्ति चेत् तदानीं तस्मात् आर्धधातुकप्रत्ययः अस्ति वा इति, तादृशस्थितिः अस्ति वा इति द्रष्टव्यम्. यथा भवती वदति तत्र अ इति धातुः तु नास्ति खलु, अ इति धातुः नास्ति इति कृत्वा भवती एवम् उक्तवती दत् येन विधिस्तदन्तस्य इत्यनेन यस्य अन्ते ह्रस्वकारः अस्ति तस्य ग्रहणम् इति खलु. अस्तु समीचीनं, सम्यक् अस्तु भगिनि, धन्यवादः. तर्हि अतो लोपः इत्यनेन अत्र सूत्रमस्ति, अङ्गाधिकारे अस्ति इदं सूत्रम्, अङ्गकार्यं वर्तते. तर्हि अतः इत्यनेन तपरकरणम् अस्ति, अतः अतः अङ्गस्य इति विशेषणविशेषभावः. तर्हि केवलं ह्रस्वकारः इति अङ्गं न केवलं तद्, परन्तु येन विधिस्तदन्तस्य इत्यनेन यस्य अन्ते ह्रस्वकारः अस्ति तादृश अङ्गस्य अपि ग्रहणं. तर्हि तत्र अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य लोपः, ह्रस्वकारस्य लोपः आर्धधातुके उपदेशे, आर्धधातुकस्य उपदेशावस्थायाम्, आर्धधातुकप्रत्ययः यदा विधीयते तदानीम्, इत्युक्ते धातुः उपदेशावस्थायाम् अस्ति इति न, परन्तु प्रत्ययः उपदेशावस्थायाम् इत्युक्ते धातुः आतिदेशिकधातुः अपि भवितुम् अर्हति. तदा आतिदेशिकधातुतः यदा प्रत्ययः विधीयते अर्धधातुकप्रत्ययः तदानीं ह्रस्वकारस्य लोपः भवति इति अर्थः. अत्र उपदेशे इत्यस्य अन्वयः आर्धधातुके इत्यनेन सह अस्ति, न तु अङ्गस्य. अस्तु, तर्हि इदानीम् अग्रे किम् अरुणभगिनी पठितुमिच्छति वा अग्रे? नमस्ते, आं भगिनि. निच् प्रत्ययः आर्धधातुकः अस्ति, अतः धातुः अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति. अतो लोपसूत्रं तदेव निच् प्रत्ययः आर्धधातुकप्रत्ययः अतो लोपः कार्यं चुरादिगणे अकारान्तः धातवः अस्ति चेत् अतो लोपः सूत्रेण अकारलोपः भवति. उदाहरणमस्ति कथा योगः निच् अत्र निच् धातुकप्रत्ययः अतः अतो लोपः इति सूत्रेण अकारलोपः भूत्वा खत् इति धातु एव बृह् धातु अपि योगः निच् गृह् भवति. इदानीं खत इति धातुः अस्ति, गृह् इति धातुः अस्ति. अस्यां दशायां खत धातोः उपधायाम् अत् ह्रस्व अकारः इत्यस्य वृद्धिः अपि च गुण गृह् धातोः उपधायां लघु इकः गुणः. अत उपधायसूत्रं वदति उपधायाम् अतः वृद्धि नीति प्रत्ययपरे अनुवृत्तिसहितमस्ति अङ्गस्य उपधायाः अतः वृद्धिः इति. पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघु उपधायस्य इकः गुणो भवति सार्वधातुक अर्धधातुकप्रत्ययपरे. अत्र सूत्रद्वयमस्ति, एकसूत्रमस्ति अत उपधायाः इति सूत्रेण उपधायाम् अत् वर्णः अस्ति, ह्रस्व अकारः एव अस्ति चेत् वृद्धिः भवति. निमित्तमस्ति निति निति प्रत्ययपरे. वयं जानीमः पुगन्तलघुपदस्य च इत्यपि कार्यं कर्तुं शक्यते यत्र, परन्तु अत उपधाय एव प्रथमं कार्यं करोति. उभयां सूत्राभ्यां कार्यम् यदि भगिनि यदि अत उपधायाः इति सूत्रं कार्यं करोति तर्हि रूपं किं भवति? सामान्यतया खात् इति भवति. लटीरूपं खातयत् कातयति इति भवति. एवं कृषि अत्र गृह्यति गृह्यति इति गर्हयति खलु गर्हयति इति रूपं स्यात्, परन्तु तथा रूपं न भवति यतोहि अचः परस्मिन् कुरुविदौ इति सूत्रम् अस्तु. अस्तु, धन्यवादः भगिनि, सम्यक्. अस्तु, इदानीं किम् अत्र विजयलक्ष्मी भगिनी पठति वा? आं पठामि. अचः परस्मिन् पूर्वविधौ परनिमित्तकः. तस्मात् पूर्वम् एकं वाक्यमस्ति, तदपि पठतु. अभ्यां सूत्राभ्याम् अभ्यां सूत्राभ्यां कार्यम् अभविष्यत् परन्तु धातुः अदन्तः चेत् इमे सूत्रे प्रबाध्य अन्यत् सूत्रं कार्यं करोति. अत्र अत उपधायाः अपि च पुगन्तलघुपदस्य च द्वयोः सूत्रयोः अत्र कार्यं भवितुमर्हति, परन्तु एते सूत्रे प्रबाध्य अचः परस्मिन् पूर्वविधौ इति सूत्रम् आयाति, तस्य एव कार्यं भवति। परनिमित्तिकः निमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये। अजः स्थाने यः आदेशः सः अजादेशः, यस्य स्थाने आदेशः विधीयते सः स्थानि। अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति। पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते। परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी। पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषः, तस्मिन् पूर्वविधौ। अचः षष्ट्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदम् इदं सूत्रम्। स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्। अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ। अत्र प्रथमं स्थानिवत् आदेशो अनल्विधौ इति सूत्रमस्ति, अग्रिमसूत्रमस्ति अचः परस्मिन् पूर्वविधौ। प्रायः अपवादसूत्रं वा भगिनि, तस्मिन् विषये चिन्तनं कुर्मः, अपवादः अस्ति वा किम् अस्ति इति अनन्तरं चिन्तनं कुर्मः। यतोहि स्थानिवत् आदेशो अनल्विधौ इति सूत्रं तत्र सर्वे न पठितवन्तः, तत् सूत्रम् इति कृत्वा अत्र किञ्चित् पठित्वा अत्र अस्मिन् करपत्रे एव प्रश्नः आयाति, अत्र किमर्थम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः, किमर्थं स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः नास्ति इति प्रश्नः आयाति। यदा तत् प्रश्नः आयाति तदानीं तत्र स्थानिवत् आदेशो अनल्विधौ इति सूत्रमपि एकवारं पठित्वा अनयोः तुलनां कुर्मः। अस्तु, अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रे पदत्रयम्, अचः स्थाने आदेशः विधीयते, अतः अचः इति षष्ट्यन्तं, परस्मिन् परस्मिन् इति इत्युक्ते परनिमित्तिकः इति अर्थः, परनिमित्तिकः अजादेशः स्थानिवद् भवति कदा पूर्वविधौ कर्तव्ये इति सूत्रं वदति। परनिमित्तिकः कः? अचः परनिमित्तिकः अजादेशः, अजादेशः परनिमित्तिकः इति कीदृशसमासः? परः निमित्तं यस्य तत् इति वा, यस्य सः, यस्य सः, सः सः कः? सः अचः, सः अजादेशः, अजादेशः अचः इति मा वदतु, यतोहि इदानीं बहुव्रीहिसमासं कृत्वा विशेषणम् इति वदामः खलु। परनिमित्तिकः इति प्रथम एकवचने अस्ति, तस्य विशेष्यं किम् इति चेत् अजादेशः इति वक्तव्यम्। अजादेशः, अजादेशः वा अकारः वा? अजादेशः, अजः स्थाने जायमानः आदेशः अजादेशः, अजादेशः। अस्तु, अचः स्थाने यः आदेशः सः अजादेशः, यस्य स्थाने आदेशः विधीयते सः स्थानि। अस्तु, षष्ट्यन्तं यस्य भवति सः स्थानि। अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. अत्र किञ्चित् कन्फ्यूजन् अस्ति मम मनसि. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. अत्र आदेशः यस्य स्थाने आदेशः भवति सः तु अच् स्थाने एव भवति. अच् स्थाने आदेशः भवति. इदानीम् आदेशः अचः स्थाने भवति, अतः अत्र अच् इत्यस्य ये गुणाः सन्ति तत् सर्वम् आदेशस्य उपरि आरोपितः भवति. सः अपि स्थानिवत् अच् स्थाने आयाति, अतः अचः गुणः सर्वम् आदेशस्य उपरि आरोप्यते इति वा? सम्यक्. आं सम्यक् सत्यम्. अस्तु. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. इदानीम् आदेशः इतोपि न कृतमस्ति. आदेशस्य पूर्वम् अच् इति यदा अस्ति अङ्गस्य अन्ते. किं किम् आदेशस्य पूर्वम् अच् इति अस्ति वा? किं वदति, पुनः वदतु. न आदेशः इतोपि न विहितः, सारि, आदेशः अचः स्थाने इतोपि न विहितः, तस्य पूर्वं यदा अच् एव अस्ति अन्ते. तदा नास्ति. अचः स्थाने आदेशः जातः, अचः स्थाने आदेशः जातः, यत्र अचः स्थाने आदेशः जातः तस्मात् पूर्वं, तस्मात् पूर्वं दैशिकरीत्या पूर्वं कुत्रचित् कार्यं विधीयते चेत् तदानीं सः तत् कार्यं पूर्वविधिः. इदानीं पश्यतु, कत इति धातुः अस्ति. कत इति धातौ कतयोगः णिच्. इदानीं कत इत्यत्र तकार उत्तरवर्ति अकारस्य अतोलोपः इत्यनेन लोपः खलु. तर्हि इदानीम् अकारस्य स्थाने आदेशः जातः. कत इत्यत्र तकार उत्तरवर्ति अकारः अच्वर्णः, तस्य स्थाने आदेशः जातः अतोलोपः इत्यनेन. तद् तु लोपादेशः, लोपादेशः. इदानीं प्रथमतया अचः परस्मिन् पूर्वविधौ इति कार्यं भवति वा न वा इति द्रष्टुम् अत्र निमित्तद्वयम् अपेक्षितम्. किम् अस्ति प्रथमं निमित्तं? प्रथमतया अच्वर्णस्य स्थाने आदेशः भवेत्. अच्वर्णस्य स्थाने आदेशः, यः कोऽपि आदेशः, लोपादेशः वा अन्यत् किमपि आदेशः, यः कोऽपि आदेशः अच्वर्णस्य स्थाने भवेत्. अनन्तरं तत्र येन सूत्रेण अच्वर्णस्य स्थाने आदेशः भवति तेन सूत्रेण तत्र परनिमित्तमपि भवेत्, आदेशार्थं परनिमित्तमपि भवेत्. अजादेशः परनिमित्तिकः भवेत् इत्युक्ते इदानीम् अतोलोपः इति सूत्रेण अचः स्थाने लोपादेशः विहितः, तस्य निमित्तं किं, परनिमित्तं किम्? आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः परः अस्ति चेत् तदानीं लोपादेशः भवति अचः स्थाने. अतः निमित्तद्वयमपि पूरितम्. अचः परस्मिन् पूर्वविधौ इत्यनेन निमित्तद्वयं पूरितम् इति कृत्वा अत्र अस्तु, इदानीम् अचः परस्मिन् पूर्वविधौ इति कार्यं भवितुम् अर्हति इति वयं चिन्तयामः चेत् निमित्तं पूरितम्. अजादेशः अस्ति, सः अजादेशः परनिमित्तिकः अपि अस्ति. तर्हि इदानीं किं द्रष्टव्यम् इति चेत् पूर्वविधिः अस्ति वा न वा इति द्रष्टव्यम्. इदानीं कत् इति जातं, अतोलोपः इत्यनेन अकारस्य लोपः सः लोपादेशः परनिमित्तिकः यतोहि निच् प्रत्ययं निमित्तीकृत्य सः आदेशः जातः इति कृत्वा परनिमित्तिकः अजादेशः इदानीं कत् इति स्थितौ अत्र यत्र अजादेशः जातः तकार उत्तरवर्ति अकारः तस्मात् पूर्वं कुत्रचित् विधिः भवति वा तत् इदानीं तत्र किं सूत्रं तत्र प्रवर्तयितुं शक्यते न न अत्र केवलम् अतोपदायाः कत् इत्यत्र केवलम् अतोपदायाः ओ सत्यम् अहं द्वितीयं सूत्रं तु गृह इत्यस्य कृते तर्हि इदानीं पुगन्तलघुपदस्य च सूत्रम् एव पूर्वविधिः अस्ति पुगन्तलघुपदस्य च इति सूत्रं क्षम्यताम् अतोपदायाः इति सूत्रं पूर्वविधिः अस्ति किमर्थम् अतोपदायाः इति सूत्रं पूर्वविधिः अस्ति इति चेत् तकार कत् इत्यत्र तकार उत्तरवर्ति अकारः अजादेशः अस्ति तस्मात् पूर्वं पूर्वम् इत्युक्ते दैशिकरीत्या ज्योग्राफिकलि बिफोर् कुत्र अस्ति इति चेत् तकारः अस्ति अकारात् पूर्वं तकारः अस्ति तकारात् पूर्वं ह्रस्व अकारः अस्ति इति कृत्वा पूर्वविधिः अस्ति पूर्वविधिः कः अतोपदायाः इति सूत्रमेव पूर्वविधिः तर्हि तादृशपूर्वविधौ तादृशपूर्वविधि सूत्रस्य कार्यार्थं वयं किं वदामः इदानीम् अत्र अतोपदायाः इति सूत्रस्य कार्यार्थं वयं किं वदामः अचः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः तानिवत् भवति इत्युक्ते तकार उत्तरवर्ति अकारः यस्य लोपः जातः सः लोपः इदानीम् अस्ति इव दृश्यते इत्युक्ते इदानीम् अकारवत् दृश्यते अतः कत इति दृश्यते अतोपदायाः इति सूत्रस्य दृष्ट्या स्थानिवद्भावेन एस् इफ् द अकार लोप डिड् नाट् हेपन् तथा इदानीं दृश्यते कत इति दृश्यते इति कृत्वा अतोपदायाः इति सूत्रम् उपदायां तकारं पश्यति न तु ह्रस्व अकारं तकारं दृष्ट्वा अतोपदायाः इति सूत्रं किं वदति मम निमित्तं न पूरितम् इति कृत्वा अहं कार्यं कर्तुं न अर्हामि तर्हि इदानीम् अचः परस्मिन् पूर्वविधौ इत्यस्य लक्ष्यं किम् इति चेत् सूत्रस्य निषेधः कस्यचित् सूत्रस्य कार्यस्य निषेधः सूत्रस्य निषेधः एव अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं यत्र कुत्रापि वयं पश्यामः चेत् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावेन कस्यचित् सूत्रस्य निवृत्तिः भवति प्रवृत्तिः न भवति निवृत्तिः भवति अचः परस्मिन् पूर्वविधौ इत्यस्य स्थानिवद्भावेन पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं निषेधयितुं शक्यते अतोपदायाः इति सूत्रस्य कार्यं निषेधयितुं शक्यते इत्युक्ते सूत्रद्वयमपि पूर्वविधिः अस्ति इति कृत्वा निषेधयितुं शक्यते एवम् अन्यानि सूत्राणि अपि यत्र कुत्रापि पूर्वविधिः अस्ति अन्यत् यत्किमपि सूत्रं भवितुमर्हति प्रसङ्गं दृष्ट्वा तत्रापि अजः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति स्थानिवद्भावेन कार्यस्य निवृत्तिः भवति प्रवृत्तिः न भवति अवगतं वा अवगतम् एकवारं वदतु भवती तदेव न भवति अस्तु अत्र भवती यदा उक्तवती अतः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रवृत्तिः यदि भवति तदा टू कण्डिशन्स् आर् एक्स्पेक्टेड् प्रथम कण्डिशन् इत्यस्य संस्कृते किम् अहं निमित्तं प्रथमं निमित्तं आर्धधातुके औपदेशिक आर्धधातुके प्रत्यये परे भवेत् इति निमित्तमस्ति अपरं निमित्तमस्ति अतः परनिमित्तिकः इति कण्डिशन् इदानीं किं पूरयति फुल्फिल् किं पूरितं भवति पूरितं भवति अपरं निमित्तमस्ति अचः इति आदेशः अचः स्थाने आदेशः भवेत् इति तदपि पूरितं भवति चेत् अस्य सूत्रस्य प्रवृत्तिः भवति, अचः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रवृत्तिः भवति. इदानीं पूर्वविधौ इत्यस्य को अर्थः? यदि अचः स्थाने आदेशः विधीयते परे आर्धधातुके औपदेशिक आर्धधातुके प्रत्यये अपि भवति, तदा यदि कोऽपि सूत्रस्य कार्यं यदि भवितुम् अर्हति बिकास् आफ् द अकारलोपः, तस्य स्थाने अचः परस्मिन् पूर्वविधौ सूत्रं वदति, तत् सूत्रस्य कार्यं अकार अचः लोपः द्रष्टुं न शक्नोति, तस्य कार्यं तु स्थगितं भवति, यतोहि तस्य सूत्रस्य दृष्ट्या अचः इतोपि तत्र अस्ति इति भाति. अतः पूर्वविधौ इत्युक्ते पूर्व अचः इत्यस्य लोपस्य पूर्वं यः स्थितिः आसीत् सः स्थितिः एव तत्र दृश्यते सूत्रस्य दृष्ट्या, अतः कार्यं स्थगितं भवति. सम्यक् वा भगिनि? समीचीनं इत्युक्ते अत्र सम्यक्तया अवगतवती. इत्युक्ते तत्र किम् अस्ति इति चेत् प्रथमतया कण्डीशन् द्वयम्, अच्वर्णस्य स्थाने आदेशः भवेत्, तादृश अजादेशस्य निमित्तं परं भवेत्, परनिमित्तं भवेत्, अजादेशस्य निमित्तं परं भवेत्. तर्हि इदानीं कण्डिशन् द्वयं पूरितम्, अजादेशः परनिमित्तिकः. इदानीं पूर्वविधिः अस्ति वा इति द्रष्टव्यम्. पूर्वविधिः इत्युक्ते यत्र अजादेशः जातः तस्मात् पूर्वं कुत्रचित् कार्यं भवितुमर्हति वा इति द्रष्टव्यं. यथा अत्र कत् इत्यत्र अतोपदायाः इति सूत्रस्य प्रसक्तिः अस्ति इति अस्माकं दृष्ट्या अस्ति, तदानीं तत्र अचः परस्मिन् पूर्वविधौ इति वदति स्थगयतु, अत्र अतोपदायाः इत्यस्य कार्यं भवितुं नार्हति. किमर्थम् इति चेत् अत्र यद्यपि अजादेशः जातः सा अजादेशः तानिवद् भवति, इत्युक्ते एस् इफ् द आदेश डिड् नाट् हेपन्, तानिवद् भवति चेत् अत उपादायः इति सूत्रं तु तत्र लोपादेशं द्रष्टुं न शक्नोति. लोपादेशं द्रष्टुं न शक्नोति चेत् तस्य कार्यमपि न भवितुम् अर्हति, कार्यं निषिद्धं भवति. अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः जायते तेन स्थानिवद्भावेन पूर्वविधिः विधिकार्यं न भवति इति सूत्रार्थः. उमा भगिनी अवगतवती वा? गृह इति दातुं स्वीकृत्य प्रतिपादयतु. गृहयोगः निच् गृहयोगः निच् गृह इत्यस्य हकार उत्तरवर्ति अकारः लोपः भवति अतोपदायः सूत्रेण. न केन सूत्रेण गृह हकार उत्तरवर्ति अकार केन सूत्रेण लोपः? अत उपदायः अतो लोपः, सोरि अतो लोपः, अतो लोपः सूत्रेण लोपः भवति. And then grah, dhatu becomes grah, then grah yoga nich asti ke grihi grihi and shap आगच्छति, गृहयति, अगृहयति. न न न न न एषणम् अत्र अस्माकं मूलविषयमेव त्यक्तवती भवती. गृहीयोगः शपायाति इति, शपायाति न वा इत्यत्र अस्माकं चिन्तनमेव नास्ति इदानीम्. लोपः सूत्रस्य लोपः भवति. देन् अर्थ उपादायः इति सूत्रेण परस्मिन् पूर्वविधौ न न न इदा अत उपादायः इति सूत्रस्य प्रसक्तिः अस्ति वा अत्र ग्रहयोगः निचित्यत्र? अचः परस्मिन् पूर्विदौ, अचः नास्ति न अत्र. न अत उपादायः इत्यस्य प्रसक्तिः अस्ति इति उक्तवती खलु, किमर्थमेवम् उक्तवती? प्रदर्शयतु अत उपादायः इत्यस्य प्रसक्तिः कथम्. अत उपादायः गृहयोगः णिच् इत्यत्र किं सूत्रं प्रसक्तम् अस्ति इदानीं? उपादायं लघु इक् वर्णः अस्ति खलु. गुणादेशः भवितुम् अर्हति. अत्र न सम्भवति. किमर्थम्? किमर्थम् इति चेत् परस्मिन् पूर्वविधौ सूत्रस्य अचः, अत्र अचः नास्ति इति हलन्त एव न अचः नास्ति वा हलन्त ड्राप् नो गृहः दातु. इदानीम् आचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः अस्ति वा न वा? आचः परस्मिन् पूर्वविधौ अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यार्थं किम् अपेक्षितं, निमित्तद्वयं किम्? निमित्तद्वयम् अचः अजादेशः भवति. अजादेशः भवेत्. अत्र अजादेशः कः? परे निच् अस्ति चेत्. अत्र अस्मिन् उदाहरणे अजादेशः कः? अजादेशः गृह इति दातु, गृह इति दातु, हकारस्य उत्तरवत्यकारः लोपः भवति वै अतो लोपः सूत्रस्य. उत्तमम् उत्तमम्. तर्हि अतो लोपः इति सूत्रेण यः अकारस्य लोपः जायते आर्धधातुकप्रत्यये परे, सः एव अजादेशः. सः अजादेशः परनिमित्तिकः अस्ति, निमित्तं परम् अस्ति. आर्धधातुकप्रत्ययः परः अस्ति चेदेव तत् कार्यं भवति इति कृत्वा सः अजादेशः परनिमित्तिकः अस्ति. अस्तु, इदानीं किं जायते? पूर्वविधिः कः? पूर्वविधिः उपादायः पूर्वविधिः इति कथं? पूर्वः इत्युक्ते कस्मात् पूर्व, कस्मात् पूर्वं, पूर्वः इति शब्दात् पञ्चमी भवेत्. तर्हि कस्मात् पूर्वम्? अजादेशात् पूर्वम्. ओके, दट् इस् अकार उत्तरवर्ति अकारः लोपः भवति, सो अत्र ग्युः इति एव अवशिष्यते. न इदानीम् अजादेशात् पूर्वं तत्र कश्चन विधिः भवेत्. इदानीं सः विधिः कः? द्वयोः वयम् उक्तं उपादायाः उपादायाः ह्रस्व ऋकारः अस्ति. तस्य गुणः, तस्य गुणः एव पूर्वविधिः. गुणः भवति अजादेशात् पूर्वम्. अत्र कः विधिः इति चेत् तत्र पुगन्तलघुपदस्य च इति एव पूर्वविधिः. तादृशपूर्वविधि विधिकार्यं कर्तुम् अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन किं भवति? उपधायाः इति अतोपदायाः सूत्रस्य अतोपदायः इति नास्ति भगिनि, अत्र पुगन्तलघुपदस्य च, किमर्थम् अतोपदायः इति वदति अहं न जाने. अत्र लघु अत्र पश्यतु, अत्र पश्यतु, अजादेशः जातः. इदानीं निमित्तद्वयं सर्वं सम्यक् उक्तवती भगिनी, कृपया किञ्चित् म्यूट् करोतु. हा, तत्र निमित्तद्वयं सम्यक्तया उक्तवती, पूर्वविधिः पुगन्तलघुपदस्य च इति अपि सम्यक् उक्तवती. इदानीं पूर्वविधिकार्यं कर्तुम् अचः परस्मिन् पूर्वविधौ इत्यस्य किं कार्यम् इति वदतु. उमा भगिनी, पूर्वविधिकार्यं कर्तुम् अचः परस्मिन् पूर्वविधौ इत्यस्य किं कार्यम् इदानीम्? इदानीं अस्तु, एकवारं शृणोतु. अस्तु, म्यूट् करोतु एकवारम्. एतावता अवगतं सम्यक्. इदानीं पुगन्तलघुपदस्य च इति कार्यं कर्तुं यदा वयम् उद्युक्तः भवामः तदानीम् अचः परस्मिन् पूर्वविधौ इति आगत्य वदति स्टाप्, कार्यं कर्तुं न शक्नोति. पुगन्तलघुपदस्य च इति कार्यं न भवितुमर्हति. किमर्थम् इति चेत् अजादेशः स्थानिवद् भवति इति उक्तम्. इदानीम् अजादेशः इत्युक्ते लोपादेशः, अतो लोपः इत्यनेन लोपादेशः यः जातः सः आदेशः स्थानिवद् भवति. स्थानिवत् इत्युक्ते पूर्वं यः वर्णः आसीत् सः वर्णः इव भवति. प्रथमतया अकारः आसीत्, तदनन्तरं लोपः जातः, इदानीं स्थानि अस्ति अकारः, आदेशः अस्ति लोपः. स्थानि ह्रस्वकारः, आदेशः लोपः. स्थानि स्थानिवत् भवति इत्युक्ते ह्रस्व अकारवत् भवति. इदानीं ह्रस्व अकारवत् भवति. इदानीं पुगन्तलघुपदस्य च इति सूत्रं गृह इति न पश्यति, गृह इति पश्यति. गृह इति दृष्ट्वा पुगन्तलघुपदस्य च इति किं चिन्तयति? ओ, इदानीम् उपदायां लघु इक्वर्णः एव नास्ति, उपदायां तकारः अस्ति इति कृत्वा मम कार्यं न भवितुम् अर्हति इति कृत्वा तत्र गुणकार्यं बाधितम् अस्ति. अतः गृहयोगः इ गृहि इत्येव धातुः. अहं वदामि गृह इति एव भवति. हकारस्य उत्तरवर्ती अकारः लोपः भवति भवति इति चेत् तत्र न भवति, न कार्यं करोति. अस्तु, एकवारं तत्र लक्ष्मीभगिनी एकवारं वदतु, भवती शृणोतु एकवारं. लक्ष्मीभगिनी वदतु, गृहयोगः गृहयोगः निच् इति वदतु. गृहयोग निच् इत्यत्र गृह इति अकारान्तमङ्गमस्ति, अतः अतो लोपः इत्यनेन अकारान्त अङ्गस्य अकारस्य लोपः भवति. आर्धधातुके उपदेश्य अवस्थायाम् इत्युक्ते इदानीं णिच् इति आर्धधातुकप्रत्ययः अस्ति, उपदेश्य अवस्थायामेव अस्ति इति कारणात् गृह इत्यस्य अन्तिम अकारस्य लोपः जायते अतो लोपः इति सूत्रेण. तर्हि गृहयोग णिच् इति स्थितौ अच परस्मिन् पूर्वविधौ इति सूत्रम् आगत्य वदति. अकार अच्छः आदेशः अकारस्य स्थाने यत् आदेश यः आदेशः जातः सः स्थानिवत् भवतु इति वदति किमर्थम् इति प्रश्ने पूर्वविधेः कर्तव्ये पूर्वविधौ कर्तव्ये इति स्यात् इत्युक्ते अचः आदेशः स्थानिवत् भवति इति कारणेन पूर्वविधिः यत् पुगन्धलघुपतस्य च इति सूत्रं पूर्वविधिः आसीत् तस्य निषेधार्थम् इदानीम् अजादेशः स्थानिवत् भवतु इति उक्तमस्ति अजादेशः परनिमित्तिकः अजादेशः अपि स्यात् तर्हि अतुलोपः इति सूत्रेण यः अजादेशः जातः सः परनिमित्तिकः अस्ति इत्युक्ते णिच् परे अस्ति इति कारणेन अतः लोपः जातः अकारस्य स्थाने लोपादेशः जातः तर्हि तादृश आदेशः तादृश अजादेशः अच् इत्यस्य स्थाने यः आदेशः लोपादेशः जातः परनिमित्तेन सः अजादेशः स्थानिवत् भवति पूर्वविधौ इति उक्तं तथापि अत्र पूर्वविधेः निषेधार्थम् इति अर्थः स्यात् इत्युक्ते पूर्वविधिः पुगन्धलघुपतस्य च अत्र आकारस्य लोपः जातः तर्हि पुगन्धलघुपतस्य च इति सूत्रस्य कार्यं स्यात् तत् नेच्छति इष्टरूपं न सिद्ध्यते यदि पुगन्धलघुपतस्य च इति सूत्रं प्रवर्तते चेत् अतः तस्य निषेधार्थम् अच परस्मिन् पूर्वविधौ इति सूत्रेण यः आदेशः जातः सः आदेशः स्थानिवत् भवतु इति उक्तत्वात् अच् इव भाति अत्र स्थाने लोपादेशः यद्यपि जातं तथापि अत्र अच् अकारः तत्रैव अस्ति इति स्वीकर्तव्यं तेन कारणेन पुगन्धलघुपतस्य च इति सूत्रं न प्रवर्तते अतः गृहयोगणिच् इति स्थितौ गृह इति एव पश्यति पुगन्धलघुपतस्य च तेन कारणेन तत् सूत्रं न प्रवर्तते इति एव अस्य सूत्रस्य अचपरस्मिन् पूर्वविधौ इति सूत्रस्य लक्ष्यम् इति चिन्तयामि सम्यक् सम्यक् सम्यक् समीचीनम् अवगतं वा उमा भगिनी अहं प्रयत्नं करोमि वक्तुं प्रयत्नं करोमि वदतु ओके सो धातुलोपः सूत्रस्य धातोः हकारः अकारः उत्तर हकारस्य उत्तरवर्ति अकारः लोपः भवति किन्तु सुगन्धरूपदस्य सूत्रः आगच्छति चेत् कार्यं न कर्तुं शक्यते अतः परस्मिन् पूर्वविधौ सूत्रेण तस्मात् ग्रह धातु न हि आगच्छति ग्रह एव तिष्ठति अतः परस्मिन् पूर्वविधौ सूत्रस्य सूत्रः निषेधं करोति तस्मात् ग्रह एव तिष्ठति तत्र अकारवत् दृश्यते सम्यक् समीचीनम् अस्तु धन्यवादः तर्हि इदानीम् अग्रे शोभा भगिनी पठति वा भगिनी नमस्कारः भगिनी मीना भगिनी अस्मि अत्र अवगच्छामि वदतु अचत् परस्मिन् पूर्वविधौ अवगमनार्थम् यदि अतः लोप त्रिपाद्यम् अस्ति चेत् अवगन्तुं सुलभं भवति वा किं किं पुनः वदतु अतो लोपः इति सूत्रं निषेधार्थम् एव तत्र अचत् परस्मिन् पूर्वविधौ अत उपधायाः मा भवेत् पुगन्तलघुबुधस्य मा भवेत् इति वदति तत्र निषेधकसूत्रमस्ति. यदि अतो लोपः त्रिपाद्याम् अस्ति चेत् अवगन्तुं सुलभं भविष्यति वा? न न न न अवगमनमेव न भवति. किमर्थं चेत् अतोलोपः इति सूत्रं त्रिपाद्यम् अस्ति चेत् असिद्धमेव भवति खलु, तस्य कार्यमेव न भवति. यदि परन्तु यदि कार्यमस्ति, यदि कार्यं करोति चेत् केवलं कार्यं कृतं च अस्ति चेदेव अतो उपादायः अपि च पुगन्तलघुपदस्य भवितुं शक्यम् इति. तर्हि इदानीम् अतो तर्हि इदानीं भवती वदतु अतोलोपः इति सूत्रं त्रिपाद्यम् अस्ति, इदानीं प्रदर्शयतु अतः परस्मिन् इति सूत्रमेव मास्तु इति वदति खलु भवती. अस्तु तर्हि अचः परस्मिन् इति सूत्रं मास्तु, अतो लोपः इति सूत्रं त्रिपाद्याम् अस्ति, इदानीं प्रदर्शयतु कथं भवति इति. अतः कथ इति धातु अस्ति तत्र निच् प्रत्यये परे अतो उपादायाः भवितुं शक्यम् अत्र. परन्तु उपादायः इति कथम् अतो उपादायाः कथं भवितुं शक्यं? कथ इति अस्ति खलु, कथम् अतो उपादायः कथ इति अस्ति. अतो लोपः इति अतो लोपः इति त्रिपाद्याम् अस्ति तत् अकारस्य लोपः भवति. तदनन्तरम् अतो उपादायाः भवितुं निश्चिकातयति इति भवति किल, अत उपादायाः अत अकारः भवितुम् अर्हति तत्र, परन्तु न पश्यति, क्लेशः भवति तत्र. हा इति अस्ति तत्र कथ इत्यत्र अतोलोपः इत्यस्य कार्यम् अतोपदायः इति न पश्यति इति कृत्वा तत्र साधयितुं शक्यते. अतः परस्मिन् पूर्वविधौ इति सूत्रं मास्तु इति भवती वदति, सम्यक् चिन्तनं सम्यक् अस्ति. परन्तु यत्र अन्यत्र इत्युक्ते अन्यत्र कुत्रचित् यत्र अतोलोपः इत्यस्य कार्यं भवति तस्य अनन्तरं सपादसप्ताध्याय्यां सूत्राणि सन्ति खलु, तस्य कार्यं सर्वत्र निषेधः भवति खलु, सर्वेषां कार्याणां निषेधः भवति खलु, तथा न इष्यते. इदानीम् अन्यत् उदाहरणं स्वीकरोतु. किं गृहे नास्ति यदा यत् चुरादिगणे वा चुरादिगणे अत अकारान्त दातु वा न चुरादिगणे दातुः मास्तु. चुरादिगणे सर्वत्र एवमेव भवति, यतोहि अतोलोपः इति त्रिपाद्याम् अस्ति चेत् कुत्रापि तस्य कार्यम् अत उपादायाः अथवा पुगन्तलघुपदस्य च इति न पश्यति इति कृत्वा तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन यत् कार्यं साधितं तद् त्रिपाद्यां स्थापनेन साधयितुं शक्यते, तत्तु अस्ति. परन्तु धातवः एव कार्यं न करोति, शप् न विधीयते, कथं भवति? किं त्रिपाद्यां यदि अतो लोपः भवति तदा णिच् प्रत्यये परे कथि इति न भवितुं कथि इति भवति चेत् सनाद्यन्ताः धातवः इति तु त्रिपाद्यां अस्ति, न तु निच्विधानं भवति खलु. यदा निच्विधानं भवति तदानीं धातुसंज्ञा भवति, तत्र क्लेशः नास्ति. यदा कर्तायोगः सम्यक् तृतीयाध्याये अस्ति कथं भवतु नाम कर्तायोगः णिच् यदा णिच् प्रत्ययः विधीयते तदानीमेव धातुसंज्ञा जायते. धातुसंज्ञा अतो लोपः इत्यस्य अनन्तरं भवति इति न, कर्तायोगः णिच् इति स्थितौ एव तत्र धातुसंज्ञा विधीयते, सनाद्यन्तदातव्यं धातुसंज्ञा विधीयते, तत्र क्लेशः नास्ति. इदानीम् अतो लोपः इत्यनेन हकारस्य लोपः अकारस्य लोपः जायते चेत् तत्पश्चात् भगिनी वदति अतो उपादायाः पुगन्तलघुपदस्य चैर्यस्य कार्यं न भवति एव. किमर्थम् अत्र अचपरस्मिन् पूर्ववदौ इति सर्वं वदति? मास्तु एव तादृशसूत्रं. केवलम् अतो लोपः इति सूत्रं त्रिपाद्यां स्थापयतु इति भगिनी वदति. तर्हि अस्माभिः तादृश उदाहरणं दर्शनीयं भवति यत्र अतो लोपः इत्यस्य कार्यानन्तरं सपादसप्ताध्यायं यत्किञ्चित् सूत्रमस्ति तस्य कार्यं भवति. तादृशम् अस्माभिः प्रदर्शनीयं भवति. तादृश उदाहरणं, तादृश उदाहरणानि सन्ति इदानीं तत्र द्रष्टव्यं. तादृश उदाहरणं कुत्र लभ्यते इति द्रष्टव्यं. तादृश उदाहरणं वयं प्रदर्शयामः चेत् इदानीं सम्यक् भवति. भगिनी, अत्र एव यदि अतो लोपः वयं कुर्मः, यदि त्रिपाद्यम् अस्ति तर्हि अत उपधाय कथं चलति? तदेव भगिनी वदति. न तदेव उदाहरणम् अस्ति न, तद् अहं वदामि. न भगिनी वदति अजः एकक्षणं म्यूट् करोति वा प्रतिध्वनिः. न भगिनी किं वदति इति चेत् अतो लोपः इत्यस्य कार्यानन्तरम् अत उपधायाः इत्यस्य प्रसक्तिः एव न भवति. अतः किमर्थं निषेधनार्थम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य का आवश्यकता? केवलम् अतो लोपः इति सूत्रं त्रिपाद्यां स्थापयतु तावदेव. स्थापयामः चेत् अत उपधायः इत्यस्य प्रसक्तिः एव न भवति. आम् अस्तु अस्तु, धन्यवादः भगिनि. इति वदति भवति किल, परन्तु अत उपधायः इति सूत्रं व्यर्थं भविष्यति वा? न कथं व्यर्थं भवति? तत्र अन्यत्र कार्यम् अस्ति खलु, बहुत्र कार्यम् अस्ति. हलन्तदातुः अस्ति चेत् पट् इति दातुः अस्ति चेत् पाठयति इति अस्ति खलु. अस्तु अस्तु, सर्वत्र कार्यमस्ति. इत्युक्ते अत्र तादृश उदाहरणम् अतो लोपः इत्यस्य कार्यं कुत्र भवति, तादृश उदाहरणं लभ्यते वा इति द्रष्टव्यं भगिनि, किञ्चित् द्रष्टव्यं. परन्तु भगिनि, यदि अतो लोपः त्रिपाठ्यम् अस्ति तत्र यानि कार्याणि भवितुम् अर्हति तत्र ते न पश्यन्ति एव. अतो लोपः इत्यस्य सूत्रं पश्यन्ति न पश्यति एव तत्र तत्र किमस्ति सनन्तधातूनां कार्यमस्ति, तेषां कार्यं तु न भवति एव. किं पुनः वदतु, न अवगतं किं वदति? आर्धधातुकप्रत्ययपरे यत् कार्यं भवितुम् अर्हति तत्र अदन्तधातूनां अत्र यत् उदाहरणं दत्तमस्ति तस्य कृते समीचीनं भवितुम् अर्हति, परन्तु अन्येषां कृते तत्र न भवति किल तत्र. तदेव अन्येषाम् इत्युक्ते उदाहरणं च तत्र उदाहरणम् अपेक्षितं तावदेव. अन्येषां तदेव मामपि वदन्ति अस्मि. अत्र तु सम्यक् अस्ति, अत्र सम्यक् अस्ति, अन्यत्र कुत्रचित् क्लेशः भवति वा इति द्रष्टव्यं. यतोहि यदि अतो लोपः इति त्रिपाद्यम् अस्ति तर्हि सपादसप्ताध्यायम् आरधात्मकप्रत्यये परे यत्किमपि कार्यं भवितुम् अर्हति तत् किमपि न भवति. अतः तादृश उदाहरणं द्रष्टव्यं तावदेव. अस्तु, तर्हि तत्र पश्यामः भगिनि. इदानीं शोभा भगिनी अग्रे. इत्युक्ते अन्यत् उदाहरणं नीत्वा करणीयं भगिनि. इत्थं च सुरादिगणे अदन्तदातुभ्यः तद् अस्तु. इत्थं च किन्तु तत्र अग्रे अत्र प्रश्नः उदेति इति अस्ति खलु? न, एतद् न पठितं भगिनि. इत्थं च चुरादिगणे अदन्तदातुभ्यः. अस्तु अस्तु, क्षम्यताम्. इत्थं च चुरादिगणे अदन्तधातुभ्यः मिच् प्रत्ययः विधीयते. अतः लोपः स्थानिवत् नाम ह्रस्व अकारः इव. अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या कत् धातुः कथा इतिवत् दृश्यते. तस्मात् उपधायां थकारः प्रतीयते, न तु ह्रस्व अकारः. अस्यां दशायां किमपि कार्यं न सम्भवति यथा इति अग्रे पठामि वा? कथायोगः णिच् अतो लोपः इत्यनेन कत् इत्यस्य अकारस्य अस्तु तत्र एकक्षणं भगिनि, इदानीं वदामि. इत्थञ्च चुरादिगणे अदन्तधातुभ्यः णिच् प्रत्ययः विधीयते. अतः लोपः स्थानिवत् नाम ह्रस्वाकारः इव. अनेन कारणेन अत उपधाया इति सूत्रस्य दृष्ट्या कत् धातुः कत् कथा इतिवत् दृश्यते. तस्मात् उपधायां थकारः प्रतीयते, न तु ह्रस्व अकारः. अस्यां दशायां किमपि कार्यं न सम्भवति यथा इदानीं तत्र पुनः कथा एव स्वीकृत्य करोमि वा भगिनी अथवा अन्यत् तत्र अन्यः धातुः अत्र क्षिप इति अस्ति खलु, क्षिप इति स्वीकृत्य वदतु। अस्तु, इदानीं तत्र क्षिपायोगः णिच् इति भवति चेत् क्षिपायोगः तत्र क्षिप इति अकारान्तधातुः भवति, णिच् इति तत्र अर्धधातुकप्रत्ययः, अतः तत्र अर्धधातुकप्रत्य अतोलोपः इति सूत्रस्य प्रसक्तिः यदा भवति तत्र अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति अर्धधातुके प्रत्यये परे, इत्युक्ते तत्र अर्धधातुकप्रत्ययः इति परनिमित्तं भवति, अपि च अदन्त अङ्गस्य इति निमित्तं पूरितं क्षिपा इत्यस्य अक्षिपायोगः णिच्, अतः तत्र अतोलोपः इति सूत्रस्य प्रसक्तिः भवति। अतोलोपः इत्युक्ते तत्र सः लोपः अजादेशः भवति अपि च स्थानिवत् भवति। इदानीं क्षिप इत्यस्य अकारस्य लोपः भवति अतोलोपः इत्यनेन क्षिप् योगः णिच् इति भवति। तत्र यतोहि इदानीं क्षिप् इति हलन्त धातुः तत्र वर्तते, तदनन्तरं तत्र आर्धधातुकप्रत्ययः यतोहि तत्र अत उपधायाः इति उपधायाम् अतः वृद्धिः निति निति प्रत्यये परे इति निच् प्रत्ययः अस्ति निमित्तं परनिमित्तम्, अतः तत्र क्षिप् इत्यस्य ह्रस्व इकारस्य गुणः भवति पुगन्तलघु पुक् न हा तत्र पुगन्तलघुपदस्य इत्यनेन यतोहि लघु उपधा अस्ति उपधायाम् इति, अतः क्षिप् इत्यस्य क्षेप् इति भवति, क्षेप् योगः णिच् इदानीं तत्र तु भवति स्म, किन्तु तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रसक्तिः आगच्छति, यतोहि तत्र अचः परस्मिन् पूर्वविधौ इत्युक्ते परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये इति, इदानीं परनिमित्तिकः अजादेशः अभवत् यतोहि तत्र अतोलोपः इत्यस्य कार्येण परनिमित्तिकम् अजादेशः अजादेशस्य लोपः अभवत्, किन्तु स च अजादेशः स्थानिवद् भवति इति अच परस्मिन् पूर्वविधौ इति सूत्रं वदति, अपि च पूर्वविधौ कर्तव्ये इति, इत्युक्ते यत् अत उपधाया अथवा अस्मिन् प्रसङ्गे पुगन्तलघुपदस्य इति सूत्रस्य कार्यं पूर्वविधिः इति भवति तत्र, तस्य एव निषेधः करणीयम् इदानीम् अच परस्मिन् पूर्वविधौ इति सूत्रेण, अतः तत्र क्षिप् धातोः तत्र ह्रस्व इकारस्य लोपः इदानीं ह्रस्व इकारः इव एव दृश्यते तत्र अत उपधायः इति सूत्रं यदा अयं कार्यं पश्यति तत्र क्षम्यतां क्षिपा अस्तु तत्र क्षिपा इति दृश्यते न तु क्षिप् इति, अन्त्यकारस्य लोपः न अभवत् एव तस्याः सूत्रस्य दृष्ट्याम्, अतः तत्र क्षिपा इति अस्ति इति कृत्वा अत इदानीं क्षिप् इत्यस्य यत् उपधायाम् इकारः आसीत् तद् नास्ति, क्षिपा इति तत्र पकारः उपधायां तिष्ठति इदानीम्, अतः तत्र किं पुगन्तलघुपदस्य क्षम्यताम् इत्यस्य प्रसक्तिः न भवति यतोहि क्षिपा इति धातुः दृश्यते तेन इत्यनेन तत्र पूर्वविधेः कार्यं निषिद्धं भवति यतोहि तत्र सर्वं उक्तं वा भगिनी मया इत्युक्ते तत्र निमित्तद्वयम् उक्तवती, पूर्वविधिः किम् इति उक्तवती, पूर्वविधिः इति उक्तवती, अनन्तरम् अजादेशः स्थानिवद् भवति इति उक्तवती. स्थानिवद् भवति चेत् तत्र पूर्वविधौ पूर्वविधेः कृते तत्र उपदायां लघु इक्वर्णः न दृश्यते इति कृत्वा कार्यं न भवति. यतोहि अन्त्यकारः इदानीमपि अस्ति इति कृत्वा तत्र उपधा वर्णः एव भिन्नः भवति इति कृत्वा कार्यं निषिद्धम् अभवत्. सम्यक्. इत्युक्ते अत्र किं स्मर्तव्यम् इति चेत्, यद्यपि साक्षात् अकारस्य लोपः जातः अस्माकं दृष्ट्या, केवलं पुगन्तलघुपदस्य च इति सूत्रस्य दृष्ट्या एव अकारवत् दृश्यते, अस्माकं दृष्ट्या नास्ति. अतः इदानीमपि क्षिप् इति एव अस्ति अस्माकं दृष्ट्या, यतोहि लोपः जातः. परन्तु केवलं पुगन्तलघुपदस्य च इति सूत्रस्य दृष्ट्या अकारवत् दृश्यते, येन कार्यं बाधितं भवति. अस्तु, अत्र किं मीना भगिनी भवती भवती तत्र उक्तवती खलु त्रिपाद्याम् अस्ति चेत् किं भवति इति. अत्र पश्यतु, सर्वत्र एतादृशकार्यनिषेधः न अपेक्षितः. इत्युक्ते अचः परस्मिन् पूर्वविधौ इति अस्य कार्यं सर्वत्र भवति इति नास्ति. यदि सर्वत्र भवति यथा तदानीं त्रिपाद्यम् अस्ति चेत् कथञ्चित् कार्यं साधयितुं शक्यते. परन्तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं सर्वत्र भवति इति नास्ति. तस्यापि निषेधकसूत्रमस्ति, न पदान्तद्विर्वचनवरे यलोप स्वर सवर्ण अनुस्वार दीर्घजश्चर् विधिषु इति अस्ति. अतः केषुचित् स्थलेषु स्थानिवद्भावः न भवति, यथा तत्र यलोपः यलोपः लोपोव्योर्वलि इत्यनेन यः यलोपः भवति तस्य कृते तु स्थानिवतादेश अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न भवति. अतः इदानीम् अतोलोपः इति सूत्रं त्रिपाद्यां वयं स्थापयामः चेत् सर्वत्र निषेधः भवति कार्यस्य, परन्तु कुत्रचित् कार्यम् इष्यते खलु, तत् कथं साधयितुं शक्यते त्रिपाद्यां स्थापयामः चेत्. इदानीम् उदाहरणार्थं याय योगः वर इति अस्ति. याय इति यङ् लुगन्तधातुः, याय योगः वर इत्यत्र अतोलोपः इत्यनेन यकार उत्तरवर्ति अकारस्य लोपः. यायाय् योगः वर, यायाय् योगः वर इत्यत्र इदानीं लोपोव्योर्वलि इति सपादसप्ताध्यायं सूत्रमस्ति. तेन सूत्रेण यकारः लोपः भवितुमर्हति. पूर्वविधिः अस्ति, अकारात् पूर्वमस्ति, पूर्वविधिः अस्ति इति कृत्वा लोपोव्योर्वलि इत्यनेन लोपः भवितुमर्हति. यथा अत्र अतोलोपः इति सूत्रं त्रिपाद्याम् अस्ति चेत् साक्षात् निषिद्धं भवति, लोपोव्योर्वलि इति सूत्रं न भवितुमर्हति एव, यतोहि लोपोव्योर्वलि इदानीमपि अन्ते अकारमेव पश्यति. परन्तु अत्र लोपोव्योर्वलि इत्यनेन यः यलोपः भवति तस्य कृते तु अकारवत् न दृश्यते, यतोहि निषेधः वर्तते. यलोपस्य विषये अचः परस्मिन् पूर्वविधौ इति सूत्रं बाधितं भवति इति कृत्वा तत्र लोपोव्योर्वलि इत्यस्य कार्यं भवति. अतः लोपोव्योर्वलि इत्यस्य कार्यं तत्र अपेक्षितमस्ति. तादृशप्रसङ्गे त्रिपाद्यां वयं स्थापयामः चेत् अस्माकं कार्यं न सिद्ध्यति. अपि च अतोलोपः इत्यस्य अनन्तरं तस्य अपवादभूतसूत्राणि बहूनि सन्ति. तादृशसूत्राणि सर्वाणि अपि त्रिपाद्यां न सन्ति, तानि सर्वाणि अपि सपादसप्ताध्यायमेव सन्ति. अतः समग्रतया चिन्तनीयं, समग्रतया वयं पश्यामः चेत् अतोलोपः इति सूत्रं त्रिपाद्यां स्थापयामः चेत् बहुत्र बहु दोषाः भवन्ति. अस्तु भगिनि, तस्य उदाहरणं किं? यायाय यङ् लुगन्तधातुः. या इति धातुः, या इति धातुतः यङ् प्रत्ययः भवति. या इत्यस्य द्वित्वं भवति, याया योग यङ् यायाय इत्यस्मात् तत्र वर इति कश्चन प्रत्ययः अस्ति. वर इति प्रत्ययः विधीयते चेत् तत्र कथं प्रक्रिया भवति इति वयं पश्यामः चेत् तदानीं तत्र यलोपस्य कृते अचः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः स्थानिवद् न भवति. अतः एतादृशप्रसङ्गाः अपि सन्ति. अस्तु, तर्हि किञ्चित् अग्रे गच्छामः. तर्हि इदानीम् अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं कथं कार्यं करोति इति अवगतं खलु. अत्र अन्यानि उदाहरणानि सन्ति. इदानीं तत्र सरस्वती भगिनी किं पुट इति स्वीकृत्य एकवारं वदतु. पुटयोगः निच्. धन्यवादः. पुटयोगः निच्. तर्हि अत्र पुनः उपदेशे जननासिकेत् अस्य सूत्रस्य कार्यं न भवति. अर्धधातुकम् अस्ति, तस्मात् अनन्तरं पुट योग निच् अस्ति. निच् अर्धधातुकम् अस्ति, अतः अत्र तथा अदन्तधातुः अस्ति. अतः अतोलोपे अनेन सूत्रेण त उत्तरवती अकारस्य लोप भवति, अजादेशः लोप भवति. इदानीम् अस्ति पुट् योग णिच्. अतः पुनः तदेव अस्ति. इदानीं तद् भवति हलन्त अस्ति, तस्मात् पूर्वम् उपधायाम् उ अस्ति. अतः पुगन्तलघुपदस्य कार्यं भवति वा न वा एवं प्रश्नः उदेति. तदा न भवेत् पुगन्तलघुपदस्य कार्यं, यतोहि तद् यदि भवति तर्हि गुण भूत्वा पोट् भवति. पोट् अनिष्टम् अस्ति, रूपम् अस्ति. अतः तदा अचः परस्मिन् पूर्वविधौ अनेन सूत्रेण पुगन्तलघुपदस्य कार्यस्य बाधकसूत्रमस्ति एतत्. अनेन सूत्रेण पूर्वविधौ अत्र अजादेशः अभवत् इत्युक्ते लोपादेशः अभवत्. पुनः पूर्वविधौ इत्युक्ते अत्र पुगन्तलघुपदस्य पूर्वविधौ सूत्रमस्ति. तद् न भवेत्, अतः अचः परस्मिन् पूर्वविधौ अस्य कार्यं भूत्वा पुट् योग निच्. पुटी एव भवति, न तु पोटी. पुटी योग शप् भूत्वा तदनन्तरं पुनः तदेव गुण भूत्वा पुटे पुटयति भवति. सम्यक् वा भगिनि? सम्यक् भगिनि, समीचीनं, बहु सम्यक्. धन्यवादः भगिनि. इदानीं सूर्यकुमारी भगिनी गणयोगः निच् इत्यत्र वदति वा? भगिनि, गणयोगः निच् तत्र अतो लोपात् धातुके इत्यनेन अकार आदेशः भवति, लोपः भवति. तदनन्तरं पूर्वविधि अस्ति गण ग तत्र अत उपादायाः इत्यनेन वृद्धिः भवितुम् अर्हति. अत्र अस्माकं दृष्ट्या पट् गण् अस्ति, पूर्वविधौ अत उपादायाः दृष्ट्या गण अस्ति. तत्कारणेन उपदा गकार अस्ति, न तु अकारः. अच परस्मिन् पूर्वविधौ सूत्रेण तत्र गणि भवति, न तु गाणि. समीचीनं. अस्तु, तर्हि धन्यवादः. स्पष्टम् अस्ति इति मन्ये. तर्हि इदानीम् अग्रे वंसी भगिनी. अस्तु भगिनि, अत्र प्रश्नः इति तस्मात् किल तत्र अत्र प्रश्नः उदेति यत् कथ योगः निच् इति स्थले अत उपधायाः इत्यनेन यः वृद्ध्यादेशः, गृह योगः निच् इति स्थले च पुगन्तलघुपदस्य च इत्यनेन यः गुणादेशः, द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं. किन्तु स्थानिवदादेशो नल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् अतः पूर्व परस्मिन् पूर्वविधौ इति विशिष्टसूत्रस्य का आवश्यकता इति चेत् प्रथमतया स्थानिवदादेशो न विधौ इति सूत्रस्य पुनस्मरणम् अत्र सम्यक् रीत्या भवेत् तदा अग्रे पठनीयम् तत्र पूर्वम् उदाहरणद्वयं दृष्टवन्तः वयं कथयोगः इत्यस्मिन् स्थले तत्र अतोपधायाः इत्यनेन वृद्धिः भवति वा इति चेत् न भवति यतोहि तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण तत्र अकारः दृश्यति कथा इति भवति अन्ते अकारः अस्ति इति भूत्वा तत्र अतुपधायाः कार्यं न भवति. द्वितीय उदाहरणे गृहयोगः निच् इत्यस्मिन् अपि गृह इति पश्यति न तु गृह इति तेन कारणेन पुगन्तलघुपदस्य इति सूत्रस्य कार्यं न भवति. परन्तु तत्र प्रश्नः आयाति तत्र किमर्थं तत्र स्थानिवदादेशो नर्विधौ इति सूत्रेण सामान्यसूत्रं यदस्ति तस्य निषेधः अस्ति अचः परस्मिन् पूर्वविधौ. किमर्थं अस्य अनेन सूत्रेण कार्यं न भवति वा इति प्रश्नः आयाति. अतः तत्र द्वितीयसूत्रं निषेधकसूत्रं किमर्थम् आवश्यकम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य विशिष्टसूत्रं किमर्थं तत्र प्रसक्तिः निषेधकसूत्रम् इति मा वदतु. निषेधकम् अस्ति वा न वा इति न जानीमः एतावता. अस्तु समीचीनम् अवगच्छामि. अतः तत्र किमर्थं तत्र स्थानिवदादेशो नर्विधौ इति सामान्यसूत्रमस्ति तेन कारणेन किमर्थं तत्र कार्यं न भवति इति प्रश्नः. अतः तत्र अग्रे अस्य सूत्रस्य विवरणमस्ति के तत् पठनीयमस्ति अस्माभिः. सम्यक् समीचीनं. तर्हि इदानीम् अत्र एतावता अस्माभिः अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भवति इति वारं वारं दृष्टम्. परन्तु अचः परस्मिन् पूर्वविधौ इत्यस्मात् पूर्वम् अस्ति सूत्रं स्थानिवत् आदेशो अनल् विधौ इति. तदपि स्थानिवद्भावं कर्तुमेव सूत्रमस्ति. तर्हि किमर्थं तेन सूत्रेण स्थानिवद्भावः न प्राप्यते, किमर्थम् अचः परस्मिन् पूर्वविधौ इति अत्र प्रश्नः अस्ति. तदर्थं स्थानिवत् आदेशो अनल् विधौ इति सूत्रं किं वदति इति अस्माभिः अवगन्तव्यं. तदर्थम् अत्र मया अन्यत् करपत्रमपि प्रेषितमासीत् 15 इति स्थानिवद्भावः इति. तत्र उषा भगिनी अस्ति वा करपत्रम्? भगिनि अस्तु. तत्र मध्ये तस्मिन् करपत्रे 15 इति अस्ति, 15-- स्थानिवद्भावः इति करपत्रे. आदौ तत्र शास् इत्यस्य उदाहरणमस्ति, तत् सर्वं त्यजतु. त्यक्त्वा अत्र स्थानिवद्भावः इत्युक्ते कः इति द्रष्टव्यम् इति ततः आरभ्य पठतु. तर्हि अत्र स्थानिवद्भावः इत्युक्ते कः इति द्रष्टव्यम्. स्थानिवत् आदेश अनल् विधौ इति सूत्रे भागद्वयम् अस्ति. आदेशः स्थानिवत् भवति, नाम स्थानिनि ये गुणाः सन्ति ते आदेशः अपि उपस्थिताः भवन्ति. द्वितीयम् अस्ति कश्चन आदेशे अपि, आदेशे अपि नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति. अनन्तरं कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च स च विधिः स्थानिसम्बन्ध अल्वर्णम् आश्रित्य प्रवर्तनीयः इति चेत् आदेशः स्थानिवत् न भवति इति वदति. स्थानिवत् आदेशानल्वितौ इति सूत्रे भागद्वयम् अस्ति. स्थानिवत् आदेश अनल्विधौ, अत्र आदेशः स्थानिवत् भवति. स्थानिवत् भवति इति चेत् आदेशः स्थानिनि यत्र आदेशः भवति तत् स्थानं दट् स्थानिनि ये गुणाः सन्ति तत् गुणाः आदेशः अपि स्वीक्रियते, आदेशः अपि गुणाः स्वीक्रियते. कश्चन अनन्तरम् अस्ति, अनन्तरं कश्चन विधिः आदेशस्य अनन्तरं भवति यत् कार्यं कर्तुम् आगच्छति तत् विधिः अल्विधिः अपि च स च विधिः स्थानिसम्बन्ध अल्वर्णं, स्थानि यत्र आदेशः विधीयते तत् स्थानिसम्बन्ध अल्वर्णम् आश्रित्य ये यः कोऽपि वर्णम् आश्रित्य यः कोऽपि अक्षरः यः कोऽपि वर्णम् आश्रित्य तत् विधिः भवति चेत् स्थानिवद्भावः न भवति मीनिङ्ग् आदेशः स्थानिवत् न भवति आदेशः स्थानिनि गुणाः न भवति इति सम्यक् सम्यक् बहु सम्यक् इदानीं मम प्रश्नः अस्ति विनयमहोदय वदतु प्रत्ययः इदानीं तिङ् इति प्रत्ययः तिङ् इति प्रत्यये के के गुणधर्माः सन्ति तिङ् प्रत्यये आ महोदय वदतु क्षम्यतां प्रत्ययः अस्ति तिङ् तिङ् प्रत्ययः गुणः कः प्रश्न उदयति तिङ् प्रत्ययः गुण अस्ति लकारसम्बन्धे वयं जानीमः अपि च टिप् अस्ति टिप् सिप् मिप् अपि गुण अस्ति तिङ् प्रत्ययः अन्तर्गतः तत्र गुण न भवति तिप् सिप् विप् गुण न भवति न क्षम्यतां तिप् सिप् विप् गुण भवति परन्तु यत् तिप् सिप् यथा तीतः अन्ति तः अन्तर्गत गुण न भवति सः अन्तर्गत गुण न भवति गुण भवति तिप् सिप् विप् अन्तर्गत इत्युक्ते तिङ् प्रत्ययेषु तिप् इति प्रत्ययः अस्ति चेत् तत्र पित्वम् इति कश्चन गुणः इदानीं केवलं तिङ् इति समग्रतया वयं चिन्तयामः चेत् तिङ् प्रत्ययेषु के के गुणधर्माः सन्ति तिङ् प्रत्ययः अस्ति आम् अनन्तरं न सार्वधातुकं तिङ् प्रत्ययः सार्वधातुकं सम्बद्धे समर्थितः सार्वधातुकत्वम् इति कश्चन गुणः अस्ति तत्र प्रत्ययत्वम् इति कश्चन गुणः अस्ति प्रत्ययत्वं तिङ्त्वम् इति कश्चन गुणः अस्ति त्रयः गुणः विभक्तित्वं विभक्तित्वम् इति अपि कश्चन गुणः अस्ति विभक्तित्वम् इति अस्ति तत्र तिङ् प्रत्ययेषु तिप् इति प्रत्ययः अस्ति चेत् तत्र तिप् इति प्रत्यये तत्र जलादित्वम् अस्ति वलादित्वमपि अस्ति इति एवं रीत्या प्रत्यये बहवः धर्माः सन्ति खलु इदानीं प्रत्ययत्वम् इति धर्मः वर्णमाश्रित्य नास्ति प्रत्ययत्वम् इति धर्मः वर्णमाश्रित्य नास्ति तिङ्त्वम् इति नामकरणं धर्ममाश्रित्य नास्ति वर्णमाश्रित्य नास्ति परन्तु जलादित्वम् अत्र तिप् इति प्रत्ययः जलादिः इति वयं वदामः अथवा वलादिः इति वयं वदामः तदानीं तत्र वर्णमाश्रित्य धर्मः अस्ति खलु तदेव अलाश्रितधर्मः अलाश्रितः धर्मः प्रत्ययत्वम् इति धर्मः अलाश्रितः धर्मः नास्ति परन्तु जलादित्वं वलादित्वं हलादित्वम् अजादित्वम् इति एवं रीत्या वर्णम् आश्रित्य ये धर्माः सन्ति ते धर्माः अलाश्रितधर्माः अलाश्रितधर्माः इति धर्मद्वयं वर्तते यस्मिन् कस्मिन्नपि धर्मद्वयं वर्तते इदानीं धातुः इति स्वीकुर्मः चेत् तत्र धातौ के के धर्माः सन्ति इदानीं पट् इति धातुः पट् धातौ के के धर्माः सन्ति पट् धातु तु पट् धातु हलन्त् अस्ति भूवादयो अन्तर्गस्ति हलन्त् अस्ति अन्यकः विभक्तिः अपि अस्ति पट्सम्बन्धे न न इत्युक्ते धर्माः के इत्युक्ते एवं वक्तव्यं धातुत्वम् अस्ति धातुत्वम् अस्ति हलन्तत्वम् अस्ति हलन्तत्वम् अस्ति अनन्तरं हलादित्वम् अस्ति खलु पटदातोः औपदेशिकत्वमपि अस्ति इति एव वृत्त्या बहवः धर्माः सन्ति. एतेषु धर्मेषु अलाश्रितधर्माः के? अलाश्रितधर्मः तु वर्णसम्बन्धे अस्ति, वर्ण अस्ति. अलाश्रितधर्माः के अत्र? इदानीम् एतावता मया चत्वारः धर्माः उक्ताः, एतेषु धर्मेषु अलाश्रितधर्माः के? धातुत्वं, हलादित्वं, हलन्तत्वम्, औपदेशिकत्वम् इति उक्तम्. अत्र अलाश्रितधर्माः के? हलन्तत्वं, हलन्तत्वं, हलादित्वम् इति धर्मद्वयम् अलाश्रितधर्मः. अन्यधर्मद्वयं धातुत्वम्, औपदेशिकत्वम् इति तत्र सामान्यधर्मः अस्ति, अलाश्रितधर्मः नास्ति इति. एवं रीत्या यस्य कस्यापि एवं रीत्या धर्माः भवन्ति. केचन धर्माः वर्णम् आश्रित्य धर्माः, केचन धर्माः वर्णं विहाय अन्यधर्माः. तर्हि इदानीम् अत्र सामान्यतया किं वयं वदामः, यस्य कस्यापि स्थाने आदेशः भवति चेत् सः आदेशः स्थानिवत् भवति. इत्युक्ते धातुः अस्ति, इदानीं ज्ञाधातुः अस्ति, ज्ञाधातोः क्रियादिगणे जानाति इति रूपं, जानाति इति रूपं, ज्ञाधातोः जानाति इत्यत्र जा इति आदेशः भवति. ज्ञायोगः श्ना योगः ति, ज्ञा इत्यस्य जा, योगः ना योगः ति, जा इत्यस्य ज्ञा इति स्थानि, जा इति आदेशः. तर्हि स्थानि ज्ञा इति धातुः अस्ति इति कृत्वा जा इति आदेशे अपि धातुत्वम् अध्यारोप्यते स्थानिवद्भावेन. ज्ञा इत्यस्मिन् ये धर्माः सन्ति दे धर्माः आदेशे अपि भवन्ति. जा इति आदेशे धातुत्वम् अपि अस्ति. ज्ञा इत्यत्र ज्ञकारः आदौ अस्ति खलु, तादृशज्ञकारादित्वं जा इति आदेशे अध्यारोपयितुं न शक्यते. किमर्थं चेत् अलाश्रितः धर्मः अस्ति. अलाश्रितः धर्मः अस्ति चेत् तस्य स्थानिवद्भावः न भवति. अवगतं वा? अलाश्रितधर्मः स्थानिवत् न भवति, न भवति. परन्तु ज्ञासम्बन्धे तु अल नास्ति, धातु अस्ति, तर्हि एव स्थानिवत् भवति यथा जा भवति. आम्, तर्हि सामान्यतया स्थानिवत् आदेशे स्थानिनः स्थाने ये आदेशाः भवन्ति ते सर्वे आदेशाः स्थानिवत् भवन्ति. केवलम् अलाश्रिताः धर्माः एव स्थानिवत् भावं न प्राप्नुवन्ति इति अत्र अस्मिन् परिच्छेदे उक्तमस्ति. अस्मिन् विषये किञ्चित् चिन्तनं कुर्वन्तु, इतः अग्रे अग्रिमसप्ताहे कर्तुं शक्नुमः. भगिनी अत्र न्यास्थाने ज भवति, अल् एव ज्ञा अपि अल्वर्णः, जकारः अपि अल्वर्णः. जा इति अल्वर्णः भवतु, परन्तु स्थानिनी यः अल्वर्णः अस्ति तस्य अध्यारोपः न शक्यते. स्थानिनी अन्ये ये गुणधर्माः सन्ति तेषाम् अध्यारोपः भवितुम् अर्हति, परन्तु तत्र ज्ञकारस्य अध्यारोपः न भवितुमर्हति. अथवा अत्र ज्ञा इत्यत्र ये ये अल्वर्णाः सन्ति तेषां सर्वेषाम् अध्यारोपः जा इति आदेशे न भवितुमर्हति. ओ, किमर्थमिति चेत् ज्ञकारः अपि च अकारः अस्ति किम तस्मात्, वर्णः अस्ति, वर्णः अस्ति, वर्णद्वयम् अस्ति तत्र, वर्णद्वयम् अस्ति वा वर्ण एकः एव वर्णः वा भवतु नाम, परन्तु यः कोऽपि वर्णः अस्ति तस्य अध्यारोपः न भवितुमर्हति. ज्ञा इत्यत्र धातुत्वम् अस्ति, धातुत्वं तु अध्यारोपयितुं शक्यते. जा इत्यपि धातुः, ज्ञा इति अङ्गं, जा इति अपि अङ्गम्, अङ्गत्वम् अध्यारोपयितुं शक्यते. ज्ञा इति धातौ धातुत्वम् इति धर्मः अस्ति, अङ्गत्वम् इति धर्मः अस्ति, ज्ञकारादित्वम् इति धर्मः अस्ति, आकारान्तत्वम् इति धर्मः अस्ति. एतेषु धर्मेषु धातुत्वम्, अङ्गत्वम् इति धर्मद्वयं जा इति आदेशे अध्यारोपयितुं शक्यते, परन्तु ज्ञकारादित्वम्, आकारान्तत्वम् इति धर्मद्वयम् अध्यारोपयितुं न शक्यते, यतोहि एतद् वर्णाश्रितम् अस्ति, वर्णाश्रितधर्मः न आयाति, अध्यारोपयितुं न शक्यते। यदि ज्ञा इति ह्रस्वकारः अस्ति चेत् भवितुं शक्यं वा? न भगिनि, अल् वर्णम् आश्रिति, अल् इत्युक्ते किं? सर्वे वर्णाः, अल् इत्युक्ते सर्वे वर्णाः, यः कोऽपि वर्णधर्मः अस्ति तस्य अध्यारोपः न शक्यते, ह्रस्वः वा भवतु, दीर्घः वा भवतु, व्यञ्जनं वा भवतु, स्वरः वा भवतु, यत्किमपि भवतु, तादृशधर्मम् अध्यारोपितुं न शक्यते। अजादित्वं, हलादित्वम्, अजन्तत्वं, हलन्तत्वं, जलादित्वं, जलन्तत्वं, बलादित्वं, बलन्तत्वं, यत्किमपि भवतु, तादृशधर्मस्य अध्यारोपः न शक्यते इति सामान्यनियमः। ओके, एतद् स्मर्तव्यम्, इतः अग्रे इतोपि किञ्चित् पश्यामः। अस्तु, तर्हि धन्यवादः भगिनी, धन्यवादः भगिनी, नमस्कारः, धन्यवादः, धन्यवादः।